इति निश्चित्यचिद्रूपः सद्रूपां त्वां ससर्जः परमानन्दचिन्मूर्तिः सुन्दरीं कृष्णवल्लभाम्। एवं हि निश्चित्य चिद्रूपः त्वां ससर्ज तव सृष्टिं चकार सद्रूपां त्वां ससर्ज यस्याः रूपं सत् सा सद्रूपा परमानन्दचिन्मूर्तिः ससर्ज त्वं सुन्दरी चापि कृष्णवल्लभा चाप्यसि इति बोधयति श्लोकोऽयम्।